नमस्कारः अस्माकं पाणिनीयव्याकरणवर्गे प्रेरणार्थे निच् विशेष हलन्तदातवः इति पाठः तत्र क्नूयि श्मायि धातु इति तस्मात् अद्य पश्यामः महोदय भवानेव पठति वा चतुर्थः क्नूयि भ्वादौ निरनुबन्धधातु क्नूयि इति क्नूयि इति अङ्गम् लटि स्नूयते अर्थः श्रूयते खलु आम् महोदय श्रूयते अर्थः आर्द्रः भवति दुर्गन्धं करोति इति क्ष्मायि इति भवादौ निरनुबन्धधातु क्ष्मा इति क्ष्माय इति अङ्गं लटि श्मायते अर्थः कम्पते अर्थि अर्ति ह्रि लि रि क्नुयि क्षमायि यातां पुम्नौ इति सप्तमद्वितीयपादस्य षड्त्रिसप्तमं सूत्रमस्ति ऋ ह्रि व्लि रि क्नुयि क्षमायि एभ्यः धातुभ्यः अपि च आकारान्त धातुभ्यः पुगागमः भवति निचि प्रत्ययपदे अनुवृत्तसहितसूत्रम् अस्ति अर्थि ह्रि लि रि क्नुयि क्षमायि यातां अङ्गानां पुक् नौ इति वयं दृष्टवन्तः पूर्वम् अपि तत्र अजन्त धातूनां पठनसमये तत्र पुगागमः भवति इति रि रि लि रि इति अनन्तरम् एते क्ष्माय् अपि च स्नोय् इति एते एतौ द्वौ धातु हलन्तधातु स्तः अतः तत्रापि पुगागमः भवति पुगन्तलघुपदस्य च शारदातिके आर्दातिके च प्रत्ययपरे पुगन्तस्य अङ्गस्य लघु उपदस्य च इकः गुणः भवति पुगन्ते यस्य तत् पुगन्तं लघ्वि उपदा यस्य तत् लघुपदम् पुगन्तञ्च लघुपदञ्च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः तस्य पुगन्तलघुपदस्य च पदस्य इति तत्र अनुवर्तिसहितसूत्रमस्ति पुगन्त लघुपदस्य च अङ्गस्य इकः गुणः सार्वत्कार्वकयोः इति तत्र पुगन्त अङ्गस्य गुणः भवति तत्र इकः गुणः भवति अपि च लघु इक्वर्णः अस्ति चेत् तस्यापि भवति अपि पुगागमः न भवति तत्र वयं सानि जानीमः परन्तु यत्र पुगागमः भवति तस्य तदा दीर्घस्य अपि भवति इति वयं पूर्वमपि एकवारं दृष्टवन्तः लोपोर्व्योर्वलि इति इदानीं तत्र षट् अध्यायस्य प्रथमपादस्य षट्षष्टिः सूत्रमस्ति वल् प्रत्याहारे पूर्वपरे पूर्वं विद्यमानयोः वकार यकारयोः लोपः भवति वका व च य च व्यौ इतरेतरसन्धः द्वयोः व्योः लोहप्रथमान्तं व्योः षष्ठ्यन्तं वलि सप्तम्यन्तं त्रिपदवेदसूत्रमस्ति सूत्रं स्वयं सम्पूर्णं व्योः लोपः वलिपदे वलि इत्युक्ते तत्र यकारं विहाय सर्वे हल् वर्णाः परे तत्र परसप्तमी अस्ति तर्हि वकारयकारयोः लोपः भवति इति अस्ति तत्र वकारयकारयोः वलि वलिपदे तर्हि क्नुयि इति इदानीं धातुः अस्ति अत्र ईकारस्य ईत्संज्ञा हेतुमति च इत्यनेन तत्र णिच् णिच् कृते अर्ति यदि व्रि यदि क्नुयि क्षमायि यातां पुग्नौ इत्यनेन पुगागमः क्नुयोग पुक् योग णिच् इदानीं पकारः तत्र उकारककारयोः ईत्संज्ञा भूत्वा तत्र केवलं पकारमवशिष्यते यकार अस्ति तर्हि पकारः वल् प्रत्याहारे अस्ति अतः स्नोय् योग प योग इत्यस्मिन् लोपोर्वलि इति सूत्रं कार्यं कृत्वा क्नुयोग प योग इ इति अस्ति क्नोपि इति अस्ति इदानीं क्नुयोग प इति अस्ति इदानीं पुगन्तस्य पुगन्तलघुपदस्य इत्यनेन तत्र पुगन्तमस्ति इदानीम् अतः क्नो इति भवति इत्यनेन गुणः भवति क्नोप् इति भवति क्नोप् योग इ क्नोपि इति इदानीम् इति तत्तु सनातनदातौ इत्यनेन तात्पर्यः भवति. अनन्तरं यथा सामान्यं शप् विकरणं विधीयते क्नोपि अद्वेशधातु क्नोपि योग शप् योग ति इति अस्ति क्नोपे योग अयोगति क्नोपयति इति योयोः सूत्रेण. अतः केवलम् अत्र दीर्घम् अस्ति चेदपि तत्र पुकागमः अस्मिन् क्षम्यतां पुबन्तलघुपदस्य च इत्यनेन गुणः भवति इत्येव विशेषः. साधारणतया तु लघुपद उपधायां लघुपदः अस्ति चेदेव तत्र गुणः भवति, परन्तु पुबन्त अस्मिन् सन्दर्भे तत्र पुक् आगमः इति कारणेन कुणूप् इत्यत्र दीर्घ ऊकारः अस्ति, तस्यापि गुणः भवति इत्येव किल. अग्रिम अग्रिम श्मायि इति तत्रापि ईकारस्य संज्ञा भूत्वा हेतुमती च इत्यनेन तत्र णिच् विधीयते. तदा अर्तिह्री क्षमायातां पुग्नौ इत्यनेन पुगागमः क्ष्मायोग पुक् योग णिच्. इदानीं पकारः वल् वल् अस्ति, अतः यकारस्य लोपः लोपोर्वलि इति सूत्रेण इदानीं क्ष्मायोग पु सोरि क्ष्मायोग पयोग इ इदानीं तत्र क्ष्मापि इति भवति, क्ष्मापि इति अङ्गम् इदानीं स्नापि इति नूतन आद्यदेशिकधातुः अस्ति आद्यन्तदातुः इत्यनेन इदानीं शप् विधीयते तत्र कर्तरि शप् इत्यनेन ददति इति यदा भवति तर्हि गुणः अपि च यचो सन्धि कृत्वा श्मापयति इति रूपं भवति. श्मापयति इति इत्युक्ते कम्पयति वा कम्पयति तत्र किम् आसीत् पूर्वं अर्थः क्ष्मा इति कम्पते इति अङ्गमस्ति कम्पयति कम्पयति. अस्तु अत्र तत्र आर्द्रः भवति आर्द्रीकरोति कम्पयति स्मापयति आर्द्रीकरोति नोपयति. तदेव किल भुवादौ शपि परे अकारः यदि शप् विकरणपत्र अकारः वल् नास्ति, अतः तत्र यकारवकारयोः यकारयोः लोपः न भवति. अतः क्नूयते इति भवति क्नू इति तत्र पुगन्त पुकागमः नास्ति, अतः तत्र दीर्घौकारः अस्ति इति कृत्वा तत्र गुणः न भवति क्नूयते इति अस्ति. क्ष्मा इत्यस्मिन् अपि अकारस्य लोपः न भवति यतोहि तत्र शप् अ इति अस्ति, तत्र यका लोपरोलि कार्यं न करोति. श्मायते इति रूपं श्नूयते श्मायते इति भूवादौ, परन्तु अस्माकं प्रेरणार्थे विचीतु क्नोपयति श्मापयति इति लोपोव्यो प्रथमं पुङ्नौ इत्यनेन पुक्कागमः, अनन्तरं लोपोव्योर्वलि इत्यस्य वलि इति कृत्वा यकारः. धन्यवादः महोदय. आं भगिनि. ह्रस्वत्वं ह्रस्वत्वं मै फैल् वेण्ट् अवे एकनिमिषं भगिनि. ह्रस्वत्वम् अदन्तधातवः चुरादिगणे चुरादिगणे त्रिनवति धातवः अदन्ताः सन्ति, यथा कथ गृह गण क्षिप येषाम् अन्ते ह्रस्वः अकारः वर्तते. तस्य अकारस्य लोपः तु भवति, परन्तु उपदेशे अच् अनुनासिक इति सूत्रेण इति न, यतोहि येषु धातुषु च येषु धातुषु स च अन्त्यः अकारः अनुनासिकः नास्ति एव. अतः इमे अकाराः ईत्संज्ञकवर्णाः न सन्ति. तर्हि येषां धातूनाम् अन्त्यः अकारः कथं लुप्यते? चुरादिगणे धातुभ्यः णिच् प्रत्ययः विधीयते. अतः एकं सूत्रम् अस्ति अतो लोपः, यस्य द्वारा अकारः लोपः सिध्यति. चुरातिगणे त्रिनवतिधातवः अदन्ताः सन्ति. अदन्ताः यथा कथ, गृह, गण, क्षिप, येषां धातवः अन्ते ह्रस्व अकारः अस्ति. ह्रस्व अकारः अनुनासिकः नास्ति. अनुनासिकः चन्द्रबिम्ब अनुनासिकः नास्ति. तत् कारणतः उपदेशे अच् अनुनासिक इत्यनेन अन्ते यत् अकारः अस्ति तत् लोपः न भवति. परन्तु धातूनाम् अन्त्यः अकारः अन्यसूत्रेण अथो लोपः इति सूत्रेण अन्त्य अकारः येषां धातु कृते लोपः भवति अतो लोपः इति सूत्रेण. चुरादिगणे धातुभ्यः णिच् प्रत्ययः स्वार्थे विधीयते. अतः अतो लोपः इति सूत्रस्य द्वारा अकारलोपः सिध्यति. अथो लोपः अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति आर्धधातुके प्रत्यये परे. आर्धधातुके णिच् प्रत्यये ओके. येन विधिस्तदन्तस्य इत्यनेन अतः अङ्गस्य नाम न केवलं ह्रस्व अकारः इति अङ्गस्य अपि तु ह्रस्व अकारान्तस्य अङ्गस्य इत्यनेन अतः अङ्गस्य नाम न केवलं ह्रस्व अकारः इति अङ्गस्य अपि तु ह्रस्व अकारान्तस्य अङ्गस्य. अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः न तु अङ्गस्य. अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः. उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेश अवस्थाया. अतः षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमितं सूत्रम्. अनुदात्त उपदेशे वनदितनोत्यादीनाम् अनुनासिकलोपो झलि किङिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः. अङ्गस्य आर्धधातुके इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम्. अतः अङ्गस्य लोपः आर्धधातुके उपदेशे. अतः अङ्गस्य लोपः भवति आर्धधातुके प्रत्यये परः अस्ति चेत् उपदेशे धातुपाठः, गणपाठः, लिङ्गानुशासनम् इति अनेन यः धातुः परः आर्धधातुकप्रत्ययः परः अस्ति चेत् अतः अङ्गस्य अदन्त अङ्गस्य अकारान्तस्य अङ्गस्य अकारः लोपः भवति इति सूत्रं वदति. इदं सूत्रं 6-4 ओके 6-4-48 आभीयकार्यम्. अतो लोपः आर्धधातुके प्रत्यये परे अतः लोपः भवति. आं भगिनि, येन विधिस्तदन्तस्य इत्यनेन अतः अङ्गस्य इति ह्रस्व अकारः इत्यस्य अङ्गस्य इति नास्ति. यत् अकारान्त अङ्गं यः कोऽपि अकारान्त अङ्गम् अस्ति चेत् तत् अकारान्त अङ्गस्य अन्त्य अकारः लोपः भवति इति येन विधिस्तदन्तस्य इत्यनेन अर्थः भवति. अलोन्तस्य इत्यनेन अन्तिम न तु पूर्ण अङ्गः उपदेशे अनुवर्तते अनुदात्त उपदेशे इति सूत्रेण 6-4-36, 6-4-48 आं भगिनि. अतः अङ्गस्य लोपः आर्धधातुके प्रत्यये परे उपदेशे आं भगिनि उपदेशे देर् वास् एन् आस्टरिस्क् सो ऐ वास् वण्डरिङ्ग् वाट् दे हेड् फार् उपदेशे. पश्यामः आं भगिनि. ओके, णिच् प्रत्ययः आर्धधातुकः अस्ति, अतः धातुः अदन्तः चेत् अतो लोपः इत्यस्य प्रसक्तिः भवति. यथा कथयोगः णिच् इति स्थिते, कथ इति अदन्तधातु, णिच् आर्धधातुकप्रत्ययः, यतोहि तिङ् नास्ति, षित् नास्ति, आर्धधातुकप्रत्ययः, अतः अङ्गस्य अकारः लोपः भवति आर्धधातुके प्रत्यये परे इत्यनेन, अतो लोपः इत्यनेन कत् इति भवति. गृहयोगः णिच् इति स्थिते एवमेव गृह् एव भवति. इदानीं कत् इति धातुः अस्ति, गृह् इति धातुः अस्ति. अस्यां दशायां कत् धातोः उपधायाम् अत् ह्रस्व अकारः इत्यस्य वृद्धिः भवति. अपि च गृह् धातोः उपधायां लघु इकः गुणः भवति. कत् इति धातुः सिद्ध्यति, अत्र अकारः उपधा अकारः कृते अथ उपधायाः इत्यनेन वृद्धिः भवति. गृह् धातोः कृते उपधायां लघु इक् अस्ति, ऋकारः अस्ति, ह्रस्व ऋकारः अस्ति, इक् प्रत्याहारे अस्ति, लघु इकः गुणः भवति पुगन्तलघु उपदस्य च इत्यनेन. अथ उपधायाः अङ्गस्य उपधायाः अतः वृद्धिः णिति णिति प्रत्यये परे. अत्र णिच् इति णित् प्रत्ययः, णकारः इत् अस्ति, अतः अङ्गस्य उपधायाः अतः, यत्र यस्य अङ्गस्य उपधा ह्रस्व अकारः अस्ति तत् वृद्धिः भवति इति अत उपधायाः इति सूत्रं वदति. पुगन्तलघुपदस्य च पुगन्तस्य अङ्गस्य लघु उपदस्य च इकः गुणः भवति सार्वधातुके परे, आर्धधातुके वा परे गुणः अस्ति. तत् कारणात् गृह् इति कृते गर्ह् इति भवति. रूपं किं भवति, वृद्धिः भवति चेत्, वृद्धिः भवति चेत् गार् इति भवति. कत् देन् शुड् बि कात् कात यत् कात कात् इति रूपं भवति भवति स्म. गृह् इत्यस्य कार् इति भवति स्म. यदा अत उपधायाः पुगन्तलघुपदस्य च इति सूत्रयोः कार्यं भवति चेत् तादृशं रूपं भवति स्म. इदानीम् अस्माकं प्रश्नः आगच्छति, भवति वा न वा इति. कात् इति इत्यस्य यदा कात् इति रूपं साधनीयं चेत् तत्र निमित्तमस्ति नित् प्रत्ययपरे अङ्गस्य उपधायाः वृद्धिः. समानरीत्या पुगन्तलघुपदस्य आर्धधातुके प्रत्यये परे णित् इति आर्धधातुकप्रत्ययः, अतः पुगन्तस्य अङ्गस्य लघुपदस्य इकः गुणः. कात् इति रूपं साधु वा? कात् इति न भगिनि, कथयति इत्येव कथयति इत्येव तस्य परिहारं कर्तव्यं. कथम् इत्येव अग्रे पठतु अभ्यां. अत्र उपदेशे आर्धातुके उपदेशे इति अस्ति खलु, अत्र उपदेशावस्था इति विशेषसप्तमी खलु, आर्धातुके उपदेशे इति तत्र विशेषस्य च नास्ति खलु. तत्र पुनः वदतु, अतः अङ्गस्य लोपः आर्धातुके उपदेशे इति तत्र उपदेशावस्थायाम् इति दत्तम्. उपदेशावस्थायाम् उपदेशे इत्युक्ते तत्र विषयसप्तमी तत्र निमित्तसप्तमी इति स्वीकर्तव्यं वा? आर्धातुके उपदेशे आर्धातुके तादृशं नास्ति खलु, उपदेशावस्थायाम् इति वा? विषयसप्तमी एव, निमित्तं नास्ति किल. निमित्तं तस्मिन् सन्दर्भे यदा उपदेश अवस्था अस्ति चेत् तस्मिन् सन्दर्भे आर्धधातुके इति यदा भवान् उक्तवान् निमित्तसप्तमी. अत्र न किमपि न दत्तं महोदयेन, तत्र तद् अग्रे प्रायः अन्ते प्रायः योजितवान् वा? नास्ति, अहं दृष्टवान्. ओ नास्ति वा, विषयसप्तमी एव व्युपदेश अवस्थायाम् इति विषयः एव तस्मिन् सन्दर्भे अन्येषां न भवति अत्र अन्यत्र न भवति कोऽपि अन्यत्र तर्हि ईसंज्ञकवर्णः अस्ति चेत् तस्य लोपः भवति चेत् न भवति खलु किं महोदय कस्य लोपः न भवति इदानीं कथ कोऽपि कथा इति अकारः अस्ति ईसंज्ञकः न भवितुमर्हति खलु अस्तु अस्तु तद् अनुनासिकः नास्ति अनुनासिकः नास्ति अनुनासिकः नास्ति अतः एव तत्र लोपः न भवति अनेन एव लोपः भवति अतो लोपः इत्यनेन एव कथ इति उपदेश अवस्थायाम् अस्ति न न कोऽपि अन्तिम हल् वर्णः अस्ति कथै इति भवति चेत् कथै इति अस्ति इति स्वीकुर्मः चेत् तत्र यकार अस्ति यकारस्य लोपः ईसंज्ञा कृत्वा तर्हि एतत् तर्हि तदा न भवति खलु तद् उपदेशावस्थायां नास्ति इति कृत्वा आं तत्पूर्वं वयम् एकवारं दृष्टवन्तः तत्र अतो लोपः किमर्थं न भवति इति उपदेशावस्थायां नास्ति इति कृत्वा इति प्रसक्तिः नास्ति इति पूर्वम् एकस्मिन् सन्दर्भे वयं दृष्टवन्तः तत्र कोऽपि अन्य हल् वर्णः अस्ति यदि सज्जकवर्णः अस्ति चेत् तदा न भवति अकारः अस्ति परन्तु तद् नास्ति उपदेशावस्था नास्ति इति कृत्वा सत्यं कस्मिन् पाठे इति न स्मरामि परन्तु तादृशसन्दर्भः आसीत् आमामाम् इदानीं स्मरामि किं दातु भगिनि दातुः न स्मरामि भगिनि सूत्रस्य तत्र तादृशं किमपि आसीत् अतो लोपः इत्यस्य प्रसक्तिः न भवति किमर्थम् इत्युक्ते उपदेशावस्थायां नास्ति धातुः इति किमपि कार्यं जातम् इति प्रायः तत्र सर्च् बटन् अस्ति किल उपरि तत्र अतो लोपः इति योजयतु तत्र आगच्छति कुत्र कुत्र अतो लोपः वयं दृष्टवन्तः इति तत्र पूर्वस्मिन् पाठे अग्रे नास्ति पूर्वस्मिन् कुत्रचित् वयम् अवश्यं दृष्टवन्तः परन्तु सन्दर्भः न स्मरामि इदानीम् सत्यं तत्र ऊणादिदातु नास्ति आदौ एव वयं दृष्टवन्तः आदौ एव आदौ एव प्रायः आर्धधातुकप्रत्ययः परः कुत्रचित् वयं दृष्टवन्तः अवश्यं तत्र तद् उपदेशावस्था तत् स्टार् मार्क् अपि तत्र उपदेशावस्थायाम् इति किमर्थम् इति तस्मिन् पाठे प्रायः भवति इदानीं तत्र आम् आं भगिनि आभ्यां सूत्राभ्याम् सूत्राभ्यां कार्यम् अभविष्यत् ओके परन्तु धातुः अदन्तः चेत् इमे सूत्रे प्रबाद्य अन्यत् सूत्रं कार्यं करोति ओके अच परस्मिन् पूर्वविधौ परनिमित्तिकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये अचः स्थाने यः आदेशः सः अजादेशः ओके यस्य स्थाने आदेशः विधीयते सः स्थानी अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः सः पुनः मूलः अच् इव स्थानिवत् भवति अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः सः पुनः मूलः अचिव स्थानिवत् भवति पूर्वविधौ नाम सा स्थितिः यथा पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते पूर्वस्थितस्य सो स्थानिनः अचः पूर्वस्थितस्य ओके दैशिकरीत्या पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते परस्मिन् इति निमित्तसप्तमी पूर्वविधौ इति विषयसप्तमी पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः तस्मिन् पूर्वविधौ अचः षष्ट्यन्तं परस्मिन् सप्तमी अन्तं पूर्वविधौ सप्तमीयन्तं त्रिपदमिदं सूत्रं स्थानिवत् आदेश अनल्विदौ इत्यस्मात् स्थानिवत् आदेशः इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अचः आदेशः स्थानिवत् भवति परस्मिन् पूर्वविदौ इति सूत्रं वदति अच परस्मिन् पूर्वविदौ इति सूत्रं सूत्रस्य विषयं दत्तम् अच परस्मिन् पूर्वविदौ इति सूत्रं कार्यं करोति अत उपादायाः पुगन्तलघुपदस्य च इति सूत्रं प्रपाद्य ओके परन् अच परस्मिन् पूर्वविदौ इति सूत्रं वदति अचः आदेशः स्थानिवत् भवति अचः आदेशः आदेशः विधीयते यत् सूत्रेण आदेशः विधीयते तत् सूत्रं तत् आदेशः अजन्त अच् स्थाने विहितः तत् आदेशः अजादेशः अजादेशः तत् अजादेशः स्थानिवत् भवति स्थानिवत् स्थानिवत् मीनिङ्ग् स्थानिनः स्थानी इति यस्य स्थाने आदेशः विधीयते सः स्थानी सूत्रेण अच् आदेशः अच् स्थानी कृते आदेशः विधीयते तत् अजादेशः स्थानिवत् मूलरूप अचः इव भवति यदा परस्मिन् पूर्वविदौ यदा परस्मिन् पूर्वविदौ परस्मिन् वड्डिदेशे परस्मिन् इति निमित्तसप्तमी निमित्तसप्तमी निमित्तसप्तमी परः परनिमित्तिक अजादेशः ओके आदेशः परः सूत्रेण परनिमित्तिक अजादेशः परनिमित्तिक अजादेशः परनिमित्तिकः इति विषयसप् निमित्तसप्तमी पूर्वविधौ इति विषयसप्तमी पूर्वविधौ इति विषयसप्तमी पूर्वविधौ इति पूर्वस्य विधिः षष्टितत्पुरुष ओके पूर्वस्य विधिः इति कृते स्थानिः पूर्वं देशरीत्या दैशिकरीत्या स्थानिनि स्थानी पूर्व यः वर्णः तत्र तत्र पूर्वविधौ पूर्वस्य विधिः पूर्वविधिः ओके पूर्वविधौ अचः आदेशः स्थानिवत् भवति परस्मिन् पूर्वविधौ परस्मिन् इति निमित्तसप्तमी पूर्वविधौ इति देशरीत्या दैशिकरीत्या पूर्वविधौ पूर्वस्य विधिः पूर्वविधिः स्थानिवत् भवति यत् अजादेशः विधीयते तत् स्थानिवत् भवति परस्मिन् पूर्वविधौ ओके इति सम्यक् वा भगिनि पश्यामः इतोपि अस्ति तद् केवलं परिचयरूपेण एव तत्र अग्रे लाट् आफ् थिङ्ग्स् आर् देयर् पूर्वविधविषयसप्तमी इति अस्ति खलु अहं कार्यं भवति तस्मात् पूर्वं भवति इति तस्मात् यदा भवती उक्तवती इदानीं तत् उषा भगिनी उक्तवती तत् दैशिक यत् यत् यत्र स्थानमस्ति तस्य कार्यं तस्मात् यत् यत् यत् यद् स्थानिनः पूर्वं भवेत् कार्यम् इति खलु परं तत्र विषयसप्तमी इति कथम् अहं मम भ्रमः अहं तादृशचिन्तनं कृतवान् आम् तदेव वयम् अष्टाध्यायी डाट् काम् किञ्चित् उद्घाटयतु तत्र पायिण्ट्स् रूपेण दत्तमस्ति तद् किञ्चित् पठामः कट् धातुः एव स्वीकृत्य ते दत्तवन्तः तद् किञ्चित् पठामः विजया भगिनी अपि अस्ति वा आं महोदय अस्मि एव ओ अस्तु अस्तु भवती एव पठति वा अचः परस्मिन् पूर्वविधौ इति अष्टाध्यायी डाट् काम् मध्ये 1157 अत्र तत्र प्रथमबिन्दुः अस्मिन् सन्दर्भे द्वे उदाहरणे एतादृशे तत् प्रथमम् उदाहरणं पठतु, अनन्तरं पूर्वं यदस्ति तदपि पठामः सत्यापपाश. प्रथमं सूत्रार्थः पठामि वा? पठतु. स्थाने क्रियमाणस्य आदेशस्य निमित्तं परः अस्ति चेत् स्थानिनः पूर्वपदार्थस्य एकवर्णाश्रितेषु कार्येषु अपि सः आदेशः स्थानिवत् भवति. यत्र कस्यचन स्थानिनः कश्चन आदेशः विधीयते तत्र स्थानिनः गुणधर्माः आदेशः अपि अतिदिश्यन्ते वा इति प्रश्ने जाते अष्टाध्याय्याम् आहत्य चतुर्भिः सूत्रैः मिलित्वा अस्य उत्तरं दीयते. स्थानिवदादेशो अनल्पितौ इत्यतः आरभ्य द्विर्वचने चि इति यावन्ति एतानि चत्वारि सूत्राणि स्थानिवद्भावप्रकरणं नाम्ना ज्ञायन्ते. अस्य प्रकरणस्य इदं द्वितीयं सूत्रम्. अतः स्थानिवत् आदेशो अनल्विदौ इति सामान्यसूत्रमस्ति, सामान्यसूत्रमस्ति. तद् इदानीं यद् वयं पठामः द्वितीयसूत्रं, तत्र अनल्विधिः इति आसीत्, तद् तस्य निवारणार्थम् अजः परस्मिन् पूर्वविधौ इति द्वितीयं सूत्रं, तद् तद् पठतु भगिनि. स्थानिवतादेशौ अनल्विधौ इति सूत्रेण अनलाश्रितानां गुणधर्माणाम् आदेशे अतिदेशः विधीयते, परन्तु प्रक्रियासु कुत्रचित् अल् आश्रितस्य गुणधर्मस्य अपि आदेशः अतिदेशः दृश्यते. तदर्थम् आचार्येण प्रकृतसूत्रं रचितमस्ति. परनिमित्तिकः अजादेशः पूर्वस्मिन् विधौ कर्तव्ये स्थानिवत् भवति इति अस्य विवरणं व्याख्यानेषु दीयते. अस्य अर्थः अयं, यत्र परनिमित्तस्य आधारेण अच्वर्णस्य स्थाने कश्चन आदेशः लोपः वा कृतः अस्ति तत्र स्थानिनः पूर्वं विद्यमानस्य पदार्थस्य कार्ये कर्तव्ये स्थानिनः अल् गुणधर्मः आदेशः अपि अतिदिश्यते. तद् यदा भगिन्या उक्तं किल तदेव परनिमित्तस्य आधारेण, परनिमित्तम् अस्माकं कृते निच् प्रत्ययः, परनिमित्तस्य आधारेण अच्वर्णस्य स्थाने कश्चन आदेशः लोपः वा. इदानीम् अस्माकं कथ इत्यत्र अकारलोपः अतो लोपः इत्यनेन जातः किल, अतः तत् कश्चन आदेशः इदानीं लोपः कृतः. तत्र स्थानिनः पूर्वं विद्यमानस्य पदार्थस्य स्थानी किम्? अकारः. अकारः यः लोपः जातः सः एव अस्माकं स्थानी. तस्मात् पूर्वं विद्यमानस्य पदार्थस्य कार्यं कर्तव्ये स्थानिनः अल् गुणधर्माः आदेशे अपि अतिदिश्यन्ते इति सूक्तं वदति. तदेव अत्र उदाहरणमस्ति, तद् पठतु ज्ञानेन स्पष्टः भवति अवश्यम्. अस्मिन् सन्दर्भे द्वे उदाहरणे एतादृशे प्रथमबिन्दुः सत्यापपाशरूपवीणातूलश्लोकसेनालोम त्वच वर्मवर्णचूर्णचुरादिभ्यो निच् इत्यनेन इत्यनेन सूत्रेण खस् धातोः स्वार्थे निच् प्रत्ययः विधीयते. निच् अस्यां स्थितौ अतो लोपः इत्यनेन तकार उत्तरवर् तकार उत्तर अकारस्य लोपः कृते सत् योगः निच् इति स्थितम्. अत्र निच् कृते परे अत उपादायाः इत्यनेन कत् इत्यस्य उपधाभूतस्य अकारस्य वृद्धिः आदेशः प्राप्तः. अस्य वृद्ध्यादेशस्य प्रसङ्गे प्रकृतसूत्रस्य प्रयोगं कृत्वा लुप्तः अकारः स्थानिवत् भावेन तत्र उपतिष्ठते. तत् तत् इत्थं प्रथमबिन्दुः अतो लोपः निश्चयेन सूत्रेण अच्वर्णस्य आदेशः कृतः अस्ति यतः अत्र अकारस्य स्थाने लोपः आदेशरूपेण विधीयते. द्वितीयबिन्दुः अस्य आदेशस्य लोपस्य निमित्तं तस्मात् अनन्तरं विद्यमानः आर्धधातुकप्रत्ययः इच् प्रत्ययः अस्ति अतः अत्र परनिमित्तम् अपि विधीयते. अत्र परिनिमित्तं विधीयते. द्वितीय तृतीयबिन्दुः सकार उत्तरस्य खत् इति सकार उत्तरस्य अकारस्य उपधात्वं दृष्ट्वा तत्र अत उपधायाः इत्यनेन वृद्धिः आदेशः प्राप्नोति. अयम् आदेशः लुप्त अच् वर्णात् पूर्वं विद्यमानस्य वर्णस्य विषये प्राप्नोति अतः अत्र पूर्वविधिः अपि विद्यते. समीचीनतया अत्र समीचीनं किल. अतः यदा तत्र अत उपधायाः इति कार्यं करोति चेत् खात् इति रूपं सिद्ध्यति. किमर्थम् इत्युक्ते तत्र तकारः अतोलोपः इत्येन तकारोत्तरवर्ति अकारस्य लोपः जातः. परनिमित्तम् अस्ति. परनिमित्तम् इत्युक्ते निच् इति प्रत्ययः अस्ति. तत्र अथ उपधायाः इत्यनेन वृद्ध्यादेशः प्राप्नोति. अयम् आदेशः लुप्त अच् वर्णात् पूर्वं विद्यमानस्य स्थाने अतः एव पूर्वविधिः. अकारः एव अस्माकं विधिः विधेः स्थानं. विधिः कुत्र कर्तव्यम् इत्युक्ते ककारोत्तरवर्ति अकारे. तद् कुर्मः अथ उपधायाः कुर्मः चेत् कात् इति रूपम्. तद् कथं निवारणीयम् इत्युक्ते तत्र वयम् अजः परस्मिन् पूर्वविधौ इति स्वीकृत्य तत्र अकारः कथ कथ इति यद् पूर्वम् अकारः लुप्तः जातः तद् अस्ति तानिवद् अस्ति इति स्वीकृत्य इदानीं यदा अथ उपधायः अत्र आगच्छति कार्यं कर्तुं तद् किं पश्यति तद् तकारः एव उपधावर्णः इति दृष्ट्वा तस्य कार्यं न भवति. अनेन किं भवति कात् इति रूपं न जातः. तावदेव तत्र विषयः. तदेव दीर्घमार्गेण अस्माकं करपत्रे अपि उक्तमस्ति. तद् पठामः परन्तु तदेव विषयम् अवगच्छन्ति वा. आं महोदय. तर्हि भगिनी अत्र पश्चातम् एतत् अल्विधिः नास्ति इति कृत्वा एव वा अल्विधिः नास्ति अतः लोपः भवति. लोपः भवति चेत् तत्र अल्विधिः नास्ति कृत्वा तत्र गुणः वृद्धिः भवितुम् अर्हति इति कृत्वा सर्वं चर्चितमस्ति. किमर्थम् अल्विधिः नास्ति इति वदामः. किमर्थं स्थानिवत आदेशो अनल्विधिः इत्यनेन एव वयं कर्तुं शक्नुमः किल. इदानीम् अल्विधिः नास्ति. यदा अल्विधिः नास्ति चेत् स्थानिवत आदेशो अनल्विधौ किल तस्य एव प्रसक्तिः भवेत्. किमर्थम् अचः परस्मिन् पूर्वविधौ इति स्वीकृत्य वयं तस्य निवारणं कुर्मः इति सर्वम् अग्रे आगच्छति महोदय. तर्हि तत्र अनल्विधिः इति कृत्वा इदानीं तद् लोपः भवति. तर्हि तत्र लोपः जायते खलु. अतः तत्र उपधा भवति एव खलु. उपधा भवति एव खलु तत्र. अतः तदेव तत्र अल्विधिः इति किमर्थं न स्वीकरणीयम्. अनल्विधिः इत्युक्ते तत्र किमर्थम् अस्य नूतनसूत्रस्य कार्यम् इति अपि अस्ति. तत् पश्यामः. किञ्चित् पठामः. इतोपि मध्ये मध्ये किमपि अन्यत् अपि अस्ति. परन्तु एतदेव विषयः. विषयः अहं बहु लघुरूपेण संक्षिप्तरूपेण उक्तवती. विषयः एवमेव. अन्यत् सर्वं यदा अस्माकं चिन्तनं. किमर्थम् इदानीं तत्तु वयम् अवश्यं तद् वक्तव्यं किल. किमर्थं स्थानिवत् आदेशो अनल्विधौ इत्यनेन न भवति. अस्य सूत्रस्य का आवश्यकता इति द्रष्टव्यमेव. तत् पठामः. अस्तु महोदय, भवान् एव इदानीम् इत्थं तु चुरा अस्माकं करपत्रात् एव इत्थं च चुरादिगणे इत्थञ्च चुरादिगणे अदन्तधातुभ्यः निच् प्रत्ययः विधीयते. अतः लोपः स्थानिवत् नाम ह्रस्वकारः इव. अस्तु, अनेन कारणेन अतोपदायाः इति सूत्रस्य दृष्ट्या कथ् धातुः कथ इतिव दृश्यते. तस्मात् उपादायं तकारः प्रतीयते न तु ह्रस्व अकारः अस्यां दशायां किमपि कार्यं न सम्भवति अस्तु इदानीं तत्र स्थानिवत् भवति इति मूले अकारे अचिव भवति इति कृत्वा तत्र इदानीम् अत उपादायः इति सूत्रस्य कार्यं न भवति कत इति धातौ किमर्थम् इति उपादायं तकारः अस्ति इति कृत्वा कतयोग णिच् अतोलोपः कत् योग णिच् अतोपदाय इत्यनेन अर्थितस्य अतः वृद्धिः भवति स्म अच परन्तु अच परस्मिन् पूर्वविधौ कर्तव्ये तत्र कत धातोः अन्त्यः लोपः अत् इव दृश्यते अतः अत उपादायः इति सूत्रेण कत दृश्यते इति कारणतः उपादायाम् अधुना तकारः वर्तते अतः वृद्धिः न भवति इदानीम् अनेन कारणेन एव अच परस्मिन् पूर्वविधौ इति कर्तव्ये अस्तु चुरादिगणे अदन्तेषु धातुषु एतादृशी गतिः सर्वत्र यथा कथयोग णिच् कथयोग कथयोग णिच् इदानीं तत्र अकारः लोप अतो लोप इत्यनेन आर्धस्य प्रत्ययमने कतिः भवति सर्वत्र कथयोग णिच् कति कति एव तत्र गुणः न वृद्धिः न भवति यद्यपि तत्र अकारः तकारः अस्ति उपादायाम् अतोपदाय अतोपदायस्य कृते कुत्र पठति महोदय अस्तु अत्र अतः कतियोग शप् कथयति कथयते तथैव गणयोग णिच् तत्र गणयोग णिच् गणी भवति अत्रापि उपादायं नकार एव दृश्यते अथ उपादाय इति सूत्रेण अतः गणयति गणयते क्षिपयति क्षिपयते पुटयति पुटयते गृहयति गृहयते सर्वत्र गुणः वृद्धिः भवितुं नार्हति वृद्धिः अपि न भवति गुणः अपि न भवति सत्यं गुणः वृद्धिः गुणवृद्धिः न भवतः गुणवृद्धिः न भवतः यतः तत्र उपादायां तत्र अन्ते अन्तिम अकारः यद्यपि लोपः अस्ति परन्तु अत उपादाय कृते अथवा पुगन्तवृत्ति कृते तत्र अस्ति एव सत्यं ग्रह इत्येव पश्यति उगन्तलघुपदस्य च यदा आगच्छति तत्र हकारः एव उपादायां दृष्ट्वा तस्य कार्यम् अत्रापि न भवति तावदेव तत्रापि इदानीं प्रश्नः महोदय अत्र प्रश्नः अत्र प्रश्नः उदेति यत् कथयोग निचिति स्थले अतोपदायाः इत्यनेन यः वृद्ध्यादेशः गृहयोग णिचिति स्थले च पुगन्तलघुपदस्य च इत्यनेन यः गुणादेशः द्वयोः निवारणार्थं स्थानिवद्भावः अपेक्षितः इति सत्यं किन्तु स्थानिवतादेशो अनल्विधौ इति सामान्यसूत्रेण किमर्थं न स्यात् अचपरस्मिन् पूर्वविधौ इति विशिष्टसूत्रस्य का आवश्यकता इति चेत् प्रथमतया स्थानिवतादेशो अनल्विधौ इति सूत्रस्य पुरस्मरणम् अत्र सम्यक् रीत्या भवेत् तदा अग्रे पठनीयम् इति वयं पठितवन्तः तत्र तद् तु एकं नूतनकरपत्रम् आसीत् तस्मिन् विषये अत्र एव अस्मिन् करपत्रे एव अस्ति पठामः यदा भवन्तः न अवगच्छन्ति चेत् वयं गत्वा पुनः तद् करपत्रमपि पठामः अत्र संक्षेपे परिशील्यते यत् इति पठामः महोदय अत्र संक्षेपे परिशील्यते यत् अस्यां दशायां स्थानिवदादेश अनल्विधौ इत्यनेन स्थानिवद्भावः जायते न वा इति कथयोग णिच् अतोलोपः कथयोग णिच् अतोपदायाः इति स्थितौ अत उपादायाः उपादायाम् अतः वृद्धिः निति प्रत्ययपरे अनुवृत्तिसहितसूत्रम् अङ्गस्य उपादायः अतः वृद्धिः निति इति अत्र अत उपादायः इत्यनेन यः वृद्धिः आदेशः अयं विधिः अल्विधिः अस्ति किम् इति प्रश्नः अस्य स्थानिवद्भावः क्रियते सः कः कत् धातोः तकारोत्तरवर्ति अकारः कत् धातोः तकारोत्तरवर्ति अकारः अस्ति अल्विधिः नाम पूर्वं यः स्थानी आसीत् कथ धातोः धात्वन्तः अकारः तस्य च अकारस्य अस्मिन् वृद्धिकार्ये निमित्तत्वम् अस्ति किम् इति अल्विधि वृद्धिकार्ये निमित्तत्वम् अस्ति किम् इति अतोपदाय इत्यस्य यत् कार्यं वृद्ध्यादेशः तं वृद्धिं प्रति दात्वन्ता अकारः निमित्तमस्ति किम् तर्हि अत्र सूत्रस्य निमित्तानि कानि इति प्रश्नः उपदायाम् अत्वर्णः परश्च उपदायाम् अत्वर्णः परश्च निष्णित् प्रत्ययः चतुर्भिः प्रकारैः निमित्तत्वं सम्भवति इति वयं पूर्वं दत्तवन्तः इदानीम् अत्र दत्तं महोदयेन अलाविधिः तृतीयतत्पुरुषः अलः विधिः इति पञ्चमी अलः विधिः इति षष्टि अलिविधिः इति सप्तमी अलाविधिः तानिवद्भावानन्तरं यः अकारः आगतः तम् आकारं निमित्तीकृत्य वृद्धिः जायते वा नास्ति आं तत् नास्ति तत् निमित्तीकृत्य वृद्धिः न भवति इदानीं तत्र तत् निमित्तीकृत्य न भवति किमर्थमिति अनन्तरम् अकारः कथ इति अकारः तानि भावानन्तरं यत् अकारः आगच्छति तत्र इदानीं तत्र न न कुर्मः इदानीं तस्मात् पूर्वं यदस्ति तस्य एव भवति अतः दशकारस्य अतः तत्र अलाविधिः नास्ति अलाविधिः इति तस्मात् एव दात्वन्त अकारात् परं कार्यं क्रियते वा इति न अत्र पूर्वमेव अस्ति खलु तत्र अकारान् अलाविधिः तस्य च अकारस्य स्थाने कार्यं क्रियते वा नहि तत्रापि नास्ति तत्र अकारस्य एव वृद्धिः नास्ति तत्र सकारोत्तर सकारस्य पूर्वं तस्य एव इदानीम् अस्माकं प्रश्नः तानिवद्भावेन यः अकारः आगतः तस्मिन् परे कार्ये कार्यं क्रियते वा अलिविधि तदपि नास्ति तर्हि तानिवद्भावेन यः अकारः स च निमित्तीभूतः नास्ति तानिवद्भावेन यः अकारः स च निमित्तीभूतः नास्ति तन्निमित्तीकृत्य नास्ति इति कार्यम् इदानीम् अतः अल्विधिः नास्ति इदानीं वयं स्पष्टमिति अकारं निमित्तीकृत्य तत्र अपरस्य अकारस्य वृद्धिः भवति वा इति तादृश तत्र कुत्रापि नास्ति इदानीम् अलाविधिः अलिविधिः अलहविधिः वा अथवा पञ्चम अलहविधिः तत्र सर्वत्र तादृश नास्ति इति कार्यं नास्ति अतः एतत् अल्विधिः नास्ति इति वयम् अवगन्तुं शक्नुमः सत्यं तद् अवगतं किल अनेन तत्र अल्विधिः इत्युक्ते एकः वर्णम् आश्रित्य किमपि कार्यम् इदानीं तक कत् इत्य कथ इत्यत्र यद् अकारः लोपः जातः तद् वयं स्थानिवद्भावेन यदा स्वीकुर्मः चेत् तद् आश्रित्य किमपि कार्यं भवति वा इति चिन्तनम् अत उपादायाः इति तद् अकारम् आश्रित्य कार्यं वा नास्ति किल तद् ककारोत्तरवर्ति अकारस्य एव अत उपादायाः इत्यस्य कार्यं तत्र एव अस्माकं कार्यं भवति अत उपादायाः इति तकारात् पूर्वं यद् अकारः अस्ति ककारोत्तरवर्ति अकारः तत्र एव उपदा वर्णस्य एव वृद्धिः अतः अनेन वयं वक्तुं शक्नुमः अत्र अल्विधिः नास्ति इति तत् स्पष्टं वा एतावत् स्पष्टमस्ति चेत् वयम् अग्रे अपि अस्तु महोदय उषा भगिनी पठति वा आं भगिनि इत्थं च अल्विधिः नास्ति इत्थं च अल्विधिः लूसिङ्ग् द फैल् लूसिङ्ग् द प्लेस् ओके इत्थं च अल्विधिः नास्ति नास्ति यतोहि स्थानिवद्भावेन यः अकारः आगतः अकारत्वं यत् अध्यारोपितं भवति आदेशे लोपे तेन अकारत्वेन अत उपादायाः इत्यनेन वृद्धिः जायते इति नास्ति अपि तु विपरीतं स च अकारः अस्ति चेत् वृद्धिकार्यं न जायते. अकारः अल् तु अस्ति, परन्तु तस्य इदं कार्यं प्रति निमित्तं नास्ति, अतः अलि विधिः न मन्यते. इत्थं च अलि विधिः नास्ति. ओके, अल्विधिः नास्ति. इत्थं च अल्विधिः नास्ति नास्ति यतोहि स्थानिवद्भावेन यः अकारः आगतः, अकारत्वं यत् अध्यारोपितं भवति आदेशे लोपे तेन अकारत्वेन, अथ अतो लोपः इत्यनेन ककार उत्तरवर्ति अकारः कृते लोपः जायते. तत् लोपः कृते यः अकारत्वं यत् अध्यारोपितं भवति आदेशे लोपे, लोपः इति आदेशः, अकारत्वम् अध्यारोपितं भवति यत् अकारः अध्यारोपितं भवति तेन अकारत्वेन अत उपादायाः इत्यनेन वृद्धिः जायते इति नास्ति, अपि तु विपरीतं. स च अकारः अस्ति चेत् वृद्धिकार्यं न जायते. आम्, वृद्धिकार्यं न जायते अत उपादायाः इत्यनेन उपदा इति अकारः नास्ति तकारः दृष्ट्वा. स च अकारः अस्ति चेत् वृद्धिकार्यं न जायते. अकारः अल् तु अस्ति, परन्तु तस्य कार्यं प्रति निमित्तत्वं नास्ति, आं भगिनि, अतः अल् विधिः न मन्यते. अल् विधिः इति न मन्यते. तत् अकारः यद् अस्ति, यद् स्थानिवद्भावेन वयम् आनयामः, तत्तु निमित्तं नास्ति, अस्माकं निमित्तं नास्ति, अत उपादायाः सूत्रस्य प्रवृत्त्यर्थं तद् स्मर्तव्यं. स्थानिवद्भावेन वयं यत्किमपि आनेतुं शक्नुमः, परन्तु तद् निमित्तं भवेत् किल. अत उपादायाः इति सूत्रस्य प्रवृत्त्यर्थं किं निमित्तम् इत्युक्ते तद् अकारः निमित्तं नास्ति, अकारः बाधा एव. अकारः वयम् आनयामः चेत् स्थानिवद्भावेन तत्र उपादायाः दीर्घत्वं तु न, वृद्धित्वं तु न भवति, अतः तद् बाधा एव, तद् सहायं नास्ति, सहायकं नास्ति इत्येव. अग्रे भगिनि, स्थानिवत् आदेश अनल्विदौ इति सामान्यसूत्रं किं सूचयति? आदेशः स्थानिवत् भवति, परन्तु अल् विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति, परन्तु अल् विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति. नाम स्थानिवद्भावनिषेधः. अत्र कथधातोः प्रसङ्गे उक्तं यत् अत उपादायाः इत्यनेन यः वृद्धिः जायमानः स च वृद्धिः अल् विधिः नास्ति. अतः स्थानिवद्भावनिषेधः नास्ति, स्थानिवद्भावः निषेधः नास्ति. अतः स्थानिवद्भावनिषेधस्य अभावे स्थानिवत् आदेश अनल्विदौ इति सामान्यसूत्रेण स्थानिवद्भावः स्यात् इति द्वितीयचिन्तनं. द्वितीय, ओके, लेट् मी ट्रै, एकमेकं सूत्रं पठित्वा पुनर्प्रयत्नं करोमि भगिनि. स्थानिवत् आदेश अनल्विदौ इति सामान्यसूत्रं किं सूचयति? आदेशः स्थानिवत् भवति. ओके, आदेशः स्थानिवत्, यः आदेशः विधीयते तत् स्थानिवत् भवति, परन्तु अल् विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति. सूत्रं वदति स्थानिवत् आदेश अनल्विदौ, अनल्विधि चेत् स्थानिवद्भावः अस्ति, अल् विधिः अस्ति चेत् स्थानिवद्भावः न भवति. ओके, अत्र कथधातोः प्रसङ्गे, कथधातोः प्रसङ्गे उक्तं यत् अत उपादायाः इत्यनेन यः वृद्धिः जायमानः स च वृद्धिः अल्विधिः नास्ति. अल्विधिः नास्ति, अनल्विधिः अस्ति. अनल्विधिः अस्ति चेत् स्थानिवद्भावं भवति. ओके, अतः स्थानिवद्भावनिषेधः नास्ति, स्थानिवद्भावं भवति. ओके, स्थानिवद्भावनिषेधस्य अभावे, ओके, स्थानिवत् आदेश अनल्विधौ इति सामान्यसूत्रेण स्थानिवद्भावः स्यात्. स्थानिवत् आदेश अनल्विधौ इत्यनेन अथ उपादायाः इत्यनेन यः वृद्धिः जायमानः तत् स्थानिवद्भावं भवति. ओके, अपि च कथधातोः प्रसङ्गे, कथधातोः प्रसङ्गे स्थानिवद्भावः अपेक्षितः वृद्धिकार्यस्य निवारणार्थम्. अपि च कथधातोः प्रसङ्गे, स्थानिवद्भावः अपेक्षितः वृद्धिकार्यस्य निवारणार्थम्. ओके, यतोहि या वृद्धिः न जायते, तकारः एव दृश्यते. सो अथ उपादायाः इत्यनेन सूत्रं कार्यं कर्तुं न शक्नोति. ओके, अपि च कथधातोः प्रसङ्गे स्थानिवद्भावः अपेक्षितः वृद्धिकार्यस्य निवारणार्थं स्थानिवद्भावः इष्टः. अल्विधिः नास्ति चेत्, स्थानिवद्भाव आदेश अनल्विधौ इति सूत्रेण स्थानिवद्भावः भवेत्, किन्तु केनचित् कारणेन न भवति इति जानीमः. यतोहि अच परस्मिन् पूर्वविधौ इत्यनेन एव भवति. तर्हि अल्विधि अभावे स्थानिवत् आदेश अनल्विधौ द्वारा स्थानिवद्भावः न सिद्धः. अस्य च अन्यत् कारणं स्यात्. तच्च किम्? यद्यपि स्थानिवत् आदेश अनल्विधौ इति सूत्रेण स्थानिवद्भावः भवति, तत् सूत्रेण यत् स्थानिवद्भावं भवति तत् सूत्रं कार्यं न करोति इति दत्तम्. अच परस्मिन् पूर्वविधौ इत्यनेन एव स्थानिवद्भावं भवति इति दत्तं. तत् कारणं किम् इति अग्रे दत्तं. सत्यं, तदेव अत्र तद् स्मर्तव्यं. स्थानिवत् आदेशो अनल्विधौ इति अस्माकं सामान्यसूत्रं. यदा महोदयः सर्वदा वदति डिफाल्ट् सूत्रमस्ति, स्थानिवत् आदेशो अनल्विधौ इति डिफाल्ट् सूत्रम् अस्ति. तत्र आदेशः स्थानिवत् भवति, तदेव अस्माकम् अनल्विधिः नास्ति इति तु वयम् इदानीं तद् प्रूव् कृतवन्तः. तस्य प्रमाणं तु जातम्. इदानीम् आदेशः स्थानिवत् अस्ति, किमर्थं वयं स्थानिवत् आदेशो अनल्विधौ इत्यस्य एव प्रयोगं न कुर्मः? अचः परस्मिन् पूर्वविधौ इत्यस्य का आवश्यकता इति द्वितीयबिन्दुः, कथधातोः प्रसङ्गे स्थानिवद्भावः अपेक्षितः इति तु सत्यम्. स्थानिवत् आदेश अनल्विधौ इति सामान्यसूत्रेण किमर्थं न स्यात् इति चेत्, अनेन सूत्रेण तत्रैव स्थानिवद्भावः भवति यत्र शास्त्रीयं कार्यं स्यात्. नाम अभावरूपकार्यं न स्यात् अपि तु किमपि विधानं स्यात्. नाम अभावरूपकार्यं न स्यात् किमपि विधानं स्यात्. ओके, निषेधरूपं यत् कार्यं, तत् अभावरूपकार्यम्. ओके, अभावरूपकार्यं निषेधरूपं यत् कार्यम्. ओके, ओ अभावरूपकार्यं न स्यात्. ओके, तच्च अशास्त्रीयं कार्यम् इति उच्यते. निषेधरूपं यत् कार्यम् अत्र स्थानिवद्भावः भवेत् स्थानिवत् आदेश अनल्विधौ इत्यनेन स्थानिवद्भावः भवति. अभाव निषेधरूपं यत् कार्यं तत्र अभावरूपकार्यं. निषेधरूपं ओ स्थानिवद्भावेन निषेधरूपं क्रियते, वृद्धिनिषेधरूपं क्रियते इति वा? सत्यं, वृद्धिनिषेधं. तत् वृद्धेः निषेधरूपं कार्यम् अभावरूपकार्यम् इति स्यात्. ओके, अभावरूपकार्यं न इष्यते स्थानिवत् आदेश अनल्विधौ इत्यनेन. किमपि विधानम् अपि तु किमपि विधानं स्यात्. ओके, ओके, निषेधरूपं यत् कार्यं तत् अभावरूपकार्यं तच्च अशास्त्रीयं कार्यम्. ओके, स्थानिवद्भावे स्थानिवत् आदेश अनल्विधौ इति सूत्रेण यत् स्थानिवद्भावं भवति तत् स्थानिवद्भावेन अथ उपादायाः इत्यनेन सूत्रेण वृद्धिः निषेधं भवति. तत् निषेधरूपदायाः इत्यनेन वृद्धिः भवति एव. वृद्धिः भवति. तत् वृद्धिः कार्यं बाध्यते. तत् वृद्धिः निषेधरूपं, दट् इस् द निषेधरूपं कार्यं. केन बाध्यते? अचपरस्मिन् पूर्वभितौ दिस् न स्थानिवत् आदेश अनल्भितौ इत्यनेन. यदा वयं तद् उपयोगं कुर्मः चेत् अनेन बाध्यते. अनेन बाध्यते. स्थानिवत् आदेश अनल्भितौ इत्यनेन स्थानिवद्भावम् आनयति चेत् तत् तत् स्थानिवद्भावेन अथ उपादायाः इत्यनेन सूत्रं निषिध्यते. तत् निषेधरूपं कार्यम् अशास्त्रीयं कार्यम् इति उच्यते. अत्र अशास्त्रीयम् उक्तं यतोहि कोऽपि विधिः न जायते, यतोहि कोऽपि विधिः न जायते अपि तु निषेधः एव. ओ, स्थानिवत् आदेश अनल्विधौ इत्यनेन स्थानिवद्भावः भवति चेत् निषेधः एव जायते, विधिः न जायते. शास्त्रस्य अप्रवृत्तिः इति अशास्त्रीयम्. ओके, शास्त्रस्य अप्रवृत्तिः, शास्त्रस्य अत्र स्थानिवत् आदेश अनल्विधौ इति सूत्रस्य कार्यं. शास्त्रस्य अप्रवृत्तिः इति अशास्त्रीयं, न तु शास्त्र शास्त्रविरुद्धत्वं, न तु शास्त्रविरुद्धत्वम्. ओके, शास्त्रम् इत्युक्ते किं भगिनि? अत्र सूत्रस्य कार्यं स्थानिवत् आदेश सूत्रमेव. स्थानिवत् आदेश अनल्विधौ इति सूत्रेण यत् कार्यं प्राप्नोति चेत् देन् शास्त्रीयं कार्यम्. अत्र निवृत्तिरूपेण निषेधम् एव जायते, विधिः न जायते. तदेव अशास्त्रीयं कार्यम् इति उच्यते. तत्र प्रायः रामशब्दः इति चिन्तयामि. तत्र रामशब्दः योगः ङे इति प्रत्ययः, सुप्रत्ययः. तत्र ङेर्यः इति सूत्रेण तत्र राम ङे इत्यस्य स्थाने यकारः आदेशः भवति. रामयोगः य. इदानीं तत्र सुपि च इति सूत्रं स्थानिवद्भावेन आगत्य तत्र रामाय इति रूपम्. सुत्वं तत्र स्थानिवद्भावेन यकारे अपि आरोपितम्. तत्र सुपीच इत्यनेन दीर्घः भवति इति रामाय. तत्र शास्त्रस्य प्रवृत्तिः भवति स्थानिवत् आदेशो अनल्विधौ इत्यनेन. तत्र शास्त्रस्य प्रवृत्तिः भवति. अत्र तु किं जातः, यदा वयं स्थानिवत् आदेशः स्वीकुर्मः चेत् तत्र शास्त्रस्य अप्रवृत्तिः, इत्युक्ते अथ उपादायाः इत्यस्य कार्यमेव न भवति. तद् रूपम् अस्माकं कृते इष्टं वा अनिष्टं वा इति न चिन्तनं. तद् अनेन कार्यं न भवति, तस्य निषेधः एव भवति. अतः तत्र अशास्त्रीयम्. सो रामयोगः ङे इति स्थिते, ङे इत्यस्य कृते ये, रामयोगः ये, ये इत्यस्य ङेर्यः इत्यनेन ङे इत्यस्य स्थाने यः आदेशः भवति, यकारः आदेशः भवति. यकारः स्थानिवद्भावं भवति इत्यनेन सुपि च इत्यनेन आरोप्यते यकारस्य आदेशः अहं कृतवती इदानीं अस्ति वा इति प्रश्नः. स्थानिभूतभावेन यदा वयं स्वीकुर्मः तत्र ङे स्थाने एव यकारः आदेशः. ङे इत्यस्य तु सुप्त्वम् अस्ति, इदानीं यकारस्यापि सुप्त्वम् आरोपितम्. अनेन सुपीच इत्यनेन दीर्घः भवति. अतः कार्यं भवति अनल्विदौ इत्यनेन कार्यं भवति. अत्र कार्यं जायते, दीर्घत्वम् अपि दीर्घत्वं जायते सुपि च इत्यनेन. तदेव एकमेव उदाहरणं स्मरामि, परन्तु तादृशम् अस्ति यत्र कार्यं बहुत्र भवति. स्थानिवतादेशः यदा अहम् उक्तवती तद् डिफाल्ट् सूत्रम् अस्ति इति कृत्वा बहुत्र तस्य कार्यं भवति. परन्तु एतादृशस्थलेषु स्थानिवदादेशो अनल्विदौ इत्यनेन अशास्त्रीयम् शास्त्रस्य अप्रवृत्तिः इति तद् न स्वीकुर्मः. तदेव प्रश्नः आसीत् किल, अनल्विदिः नास्ति, तद् परिहारं कृतं. स्थानिवदादेशः तद् अशास्त्रीयम् इति कृत्वा वयं न स्वीकुर्मः. अस्तु, विजया भगिनी अपि, विजया भगिनी अस्ति वा? आम् महोदय. आं भवती पठति वा प्रकृतौ इति? एकनिमिषं महोदय. अस्ति अस्ति अस्तु. प्रकृतौ श्रूयते खलु महोदय? प्रकृतौ कृत् योगः निच् इति स्थितौ स्थानिवद् भावेन शास्त्रस्य अप्रवृत्तिः सिद्ध्यति, वृद्धिः न भविष्यति. वृद्धिविधायकशास्त्रस्य अप्रवृत्तिः भविष्यति. अतः इदम् अशास्त्रीयकार्यम्. अशास्त्रीयकार्यकरणसमये स्थानिवद्दादेश अनल्विदौ इत्यनेन स्थानिवत् भावः न भवति इति नियमः. एतत् पूर्वम् एव भवत्या उक्तम् एतत् विषये समीचीनतया, अशास्त्रीयं किं शास्त्रीयं किम् इति. इदानीं कथधातोः प्रसङ्गे बालमनोरमायां दत्तमस्ति यत् अन्ते अकारः न इत् संज्ञकः न अपि उच्चारणार्थ इति भावः. तत्र कथधातोः निचि अतो लोपे कति इत्यस्मात् तिपि शपि गुण आदेशः कथयति इति रूपं वक्ष्यति. तत्र निचम् आश्रित्य उपदावृद्धिम् अशङ्क्याः अल्लोपस्य स्थानिवत् भावात् इति अचः परस्मिन् इत्यनेन इति भावः. अत्र इदम् अवधेयं स्थानिनि सति शास्त्रीयं यत् कार्यं तद् एव स्थानिवद् आदेशः अनल्विदौ इत्यत्र अतिदिश्यते यत्तु स्थानिनि सति निमित्त किम् अस्ति भगिनि अत्र? कत्र अत्र किम् अस्ति इति अहं न जानामि. निमित्त इति पदच्छेदः निमित्त व्याघातात् न भवति. व्याघातात् इति किं? तस्य तत्र अत्रैव आगच्छति विनाशः इति. अस्तु अस्तु. निमित्त व्याघातात् न भवति, तस्य अभावस्य अशास्त्रीयत्वात् अतिदेशः न अतिदेशः यत्तु इत्यनेन यत् कार्यं तु इति बोध्यं व्याघातः इत्यनेन विनाशः निमित्तस्य व्याघातात् विधिः न जायते चेत् तद् विहितकार्यस्य अभावात् शास्त्रप्रवृत्ति अभावात् अशास्त्रीयत्वात् तादृशस्थले स्थानिवत् आदेश अनल्विधौ इत्येन इति अनेन अतिदेशः स्थानिवत् भावः न भवति. कठिनमस्ति खलु भगिनी. तद् आम् तत्र बालमनोरमायां यद् दत्तं तदेव महोदयेन तत्र सरलरूपेण पूर्वं लिखितवान्. परन्तु यद् अस्ति तद् शास्त्रे किमस्ति तदपि सः अत्र स्थापितवान्. तद् समानं तदेव तद्वदति. तत्र अन्ते अकारः न इत्संज्ञकः न अपि उच्चारणार्थः. तद् उप अनुनासिकवर्णः नास्ति. तत्र कथ इति धातोः निचि अतोलोपः इत्यनेन कथि इति अनन्तरं यदा वयं शप् योजयामः गुणः सर्वं भूत्वा कथयति इति रूपं वक्ष्यति. वक्ष्यति इत्युक्ते तदेव अस्माकम् अन्तिमरूपं कथयति इति. तत्र निच् इति आश्रित्य उपधावृद्धिं भवति वा आशङ्के आह तद् वयं तादृशं चिन्तनं कुर्मः. निच् आश्रित्य तत्र उपधावृद्धिः भवति वा इति. अल्लोप किमर्थं तत्र तत्र कारणम् उल्लिखितम् अल्लोपस्य स्थानिवद्भावः इति. स्थानिवद्भावात् इति अल्लोपः कत् इति यदा जातः तदा स्थानिवद्भावेन वृद्धिः भवति वा इति प्रश्नः. अतः परस्मिन् पूर्वविधौ तद् परस्मिन् इत्यनेन इति भावः तदेव स्वीकृत्य तस्य निवारणम् अपि वयं कृतवन्तः. अत्र इदम् अवधेयं स्थानिनी सति शास्त्रीयं यत् कार्यं तदेव स्थानिवतादेशो अनल्विधिः इत्यत्र अतिदिश्यते. यत् स्थानिनी यत् कार्यं भवति यदा अहम् इदानीं रामयोगः ज्ञेर्यः सुपि च इति उक्तवती यत् कार्यं भवति तदेव स्थानिवतादेशो अनल्विधौ इत्यनेन अतिदिश्यते. यत्तु स्थानिनी सति निमित्तव्याघातात् इत्युक्ते विनाशः. यदा वयं स्थानिवतादेशः इति स्वीकुर्मः तत्र अस्माकं वृद्धिकार्यस्य तु बाधा भवति, घातः विनाशः भवति. तादृशसन्दर्भे वयं शास्त्रीयत्वात् न अतिदेशः तादृशं वयं न स्वीकुर्मः. स्थानिवत् आदेश तादृशस्थले स्थानिवत् आदेशो अनल्विधौ इत्यनेन अतिदेशः स्थानिवद्भावः न भवति तद्विहितस्य कार्यस्य अभावात्. निमित्तस्य व्याघातात् विधिः न जायते. इदानीं तत्र उपादायां तकारः अस्ति इति कारणेन अथ उपादायाः इत्यस्य कार्यं न भवति. अतः तत्र तादृशसन्दर्भेषु वयं स्थानिवतादेशो अनल्विधौ इति सूत्रस्य सूत्रं न स्वीकुर्मः. तावदेव. कात् न भवति इति तत्र न भवति. सत्यं कात् इति वृद्धिः तु न भवति एव. परन्तु यदा वयं स्थानिवतादेशः इति स्वीकुर्मः चेत् तत्र तद् तकारः एव पश्यति. अतः तत्र तकारस्य तु वृद्धिः न भवति. अतः तद् कार्यं न भवति इति कृत्वा तद् अत उपादायाः तस्य प्रवृत्तिः कार्यं न जातः. अत्र स्थानिवत् आदेशः इति स्थानिवत् इति स्वीकुर्मः चेत् कार्यं न भवति. अतः तदेव अशास्त्रं शास्त्रस्य अप्रवृत्तिः इत्येव. अग्रिमपरिच्छेदः अपि पठतु भगिनि. अस्य स न तद् न तद् नियोगः नुवुल् पठित्वा तद् पठतु. तदपि बहु किमपि अस्ति. नियोगः नुवुल् नियोगः नुल् योरणाकौ इत्यनेन ऊ स्थाने अकः अक् अक आदेशः भवति. अचोन्यति इत्यनेन धात्वन्ते अचः वृद्धिः नी वृद्धिः भवति. नञ् इति नञ् योगः अख यचो यव यावः भूत्वा ऐ आय् आदेशः भवति, नाय् इति भवति, नाय् योगः, नाय् योगः अख नायक इति भवति. एतत् प्रथम प्रसिद्धविषयमेव अत्र. यदि तत् पठतु तस्य विवरणम्. अत्र यदि स्थानिवत् आदेश अनल्विदौ इति सूत्रेण ऐकारस्य स्थानिवत् भावः स्यात् तर्हि नी योगः अख इति दृश्यते. तथा भवति चेत् एचोयव यावः इत्यनेन आय् आदेशः न स्यात्. ईकारे सति शास्त्रस्य अप्रवृत्तिः भविष्यति, इष्टं रूपं च न स्येत्स्यति. अतः एतादृशस्थले नाम यत्र शास्त्रस्य अप्रवृत्तिः जायते स्थानिवत् भावात् तत्र स्थानिवदादेश अनुविधौ इति सूत्रेण स्थानिवत् भावः न भवति. इतोपि एकम् उदाहरणं, द्वितीय उदाहरणं अवगतं चेत् तत्र एतत् समीचीनतया तत्र दत्तमेव, किमपि क्लेशः नास्ति. अग्रे पठामि वा? तद् वदति वा एकवारं किम् अस्ति इति. अत्र स्थानिवदादेशो अनल्विदौ इति सूत्रेण ऐकारस्य स्थानिवत् भवति. यथा नि इत्युक्ते अत्र अचोनिति इति सूत्रेण वृद्धिः भूत्वा नै इति भवति. इदानीं नि योगः अख इति दृश्यते पूर्वं. एचो एव यावः इति सूत्रेण तत्र ऐ स्थाने आय् आदेशः भवति, यान्तवान्तदेशसन्धि भूत्वा. ईकारस्य सति शास्त्रस्य अप्रवृत्तिः भविष्यति. ईकारस्य नि इति अस्ति, अत्र ईकारस्य सति शास्त्रस्य अप्रवृत्तिः भविष्यति, अत्र इष्टरूपं न भवति एव. अतः एतादृशस्थले नाम यत्र शास्त्रस्य अप्रवृत्तिः जायते स्थानिवत् भावात् तत्र स्थानिवदादेशो अनर्गतो इति सूत्रेण स्थानिवत् भावः न भवति इति तत्र दत्तम्. अत्र ईकारस्य स्थाने आगच्छति तत् तादृशमेव तिष्ठति चेत् तत्र तत् इष्टरूपं न अस्ति एव. एचोयव यावः इति सूत्रं कार्यं करोति चेत् अनन्तरं अचोनिति इति पूर्वं कार्यं नी स्थाने ऐ आदेशः भवति, नै इति भवति. अनन्तरं यान्तवान्तादेशसन्धिः भूत्वा यचोयव यावः इति सूत्रेण आय् भवति, अतः तत्र नाय् नाय् इति भवति. अनन्तरं युवरणको इति सूत्रेण अकयोजनेन नायकः इति इष्टरूपं भवति. तत्र तावदेव दत्तं महोदय. तत्र यदा अहम् इदानीं वदामि तत्र नै इति यदा अचोनिति इत्यनेन वृद्धिः जातः तत्र स्थानिवत् भवतु इति अहं यदा तत्र तादृशम् आरोपयामि चेत् तत्र नै इदानीं नी इत्येव दृश्यते किल, ऐकारस्य स्थाने ईकारः इत्येव दृश्यते स्थानिवत् इत्यनेन. यदा नियोगः अक इति अस्ति चेत् तत्र ईकारः अकारः, तत्र एचो यवयवः इत्यस्य किमपि कार्यं न भवति, तद् इकोयणचि अथवा किमपि अन्यत् तेन सूत्रेण एव कार्यं भवति. एचो यवयवः इत्यस्य सन्दर्भः एव नास्ति, तत्र ईकारः अन्तिमवर्णः अकारे परे. तत्र आयादेशः नास्ति चेत् अस्माकम् इष्टरूपं तु न भवति. इदानीं तत्र किं भवति, एचो यवायावः इति इत्यस्य अप्रवृत्ति शास्त्रस्य अप्रवृत्तिः अस्ति अत्र. अतः तादृशसन्दर्भेषु स्थानिवतादेशो अनल्विदौ इति सूत्रस्य कार्यं न भवति. अनेन स्थानिवद्भावः न भवति, तावदेव. अवगतं किल? तत्र किं अस्ति इदानीं नै इति भवति, तत् नै इति भवति अचोणिति नै इति अस्ति. इदानीं इदानीं स्थानिवत् आदेश अनल् यत् इदानीं तत्र नञ् इति अस्ति खलु, तत्र नञ् इति कथं वा नि इदानीं नि इति पश्यति अक इति पुनः किमर्थं तत्र न तादृशम् अहं स्वीकरोमि चेत् यदा अहं तत्रापि स्थानिवत् स्थानिवद् भावः कुत्रापि वयं वक्तुं शक्नुमः किल अल्विजि खलु अत्र इदानीं तत्र ऐकारस्य अथवा ईकारस्य किमपि न भवति किल तत्र कथं वा पश्यति नी इति कथं पश्यति तत्र यदा अहं वदामि तत्र नैयोगः यदा अहम् इदानीं तत्र रामयोगः ञे इति उक्तवती तादृशमेव तत्र यथा वयं तत्र ञे स्थाने यकारः आनीतवन्तः किल तत्र ञे स्थाने यदा यकारः आनीतवन्तः इदानीं यदा सुपीच इत्यस्य प्रश्नः कः तत्र तु यकारः अस्ति तत्र सुप्त्वम् अस्ति वा इति प्रश्नः तत्र वयं किम् उक्तवन्तः स्थानिवत् आदेशो अनल्विधिः इत्यनेन तत्र सुत्वम् आरोपितम् तादृशमेव अत्रापि नैयोगः अकः इत्यत्र इदानीम् अहं स्थानिवत् आदेशः इति स्थानिवत् भवतु इति यदा अहं वदामि चेत् तत्र नी एव भवति नैन नियोगः अक इत्युक्ते किमपि अन्यकार्यम् इकोनचि इति न किमपि अन्यकार्यं भवितुमर्हति तत्र अस्माकम् इष्टरूपं वयं साधयितुं न शक्नुमः सर्वत्र तत्र बोल्ड् वा अण्डर्लैनिङ्ग् वा इष्टरूपं साधनीयं तत् कथम् इत्येव तद् साधयामः परन्तु तत्र वयं तत्र वक्तव्यमपि कथं वयम् इष्टरूपं साधितवन्तः निरूपणीयं प्रमाणम् इति वदामः किल तत्र यदा अहम् अत्र स्थानिवत् इति स्वीकुर्मः चेत् नियोगः अक इदानीं तत्र एचत्वं नास्ति अतः तत्र नियोगः अक इति भवति तत्र अयादेशः न भवति अयादेशस्य अप्रवृत्तिः अयादेशः अहं करोमि चेदेव नायक इति रूपम् आगच्छति किमपि अन्यत् कुर्मः चेत् तत्र ऐ इति आदेशः न भवति अतः तत्र स्थानिवत् आदेशः न भवति इत्येव अनल्विधि अल्विधिः इत्युक्ते तत्र एकं वर्णं तत्र एकः वर्णः तत्र गुणधर्मान् आरोपणीयं तदेव अल्विधिः तद् प्रायः वयम् अग्रिमसप्ताहे तत्र अष्टाध्यायी डाट् काम् मध्ये एव स्वीकृत्य पठामः तत्र उदाहरणानि सन्ति अल्विदौ अनल्विदौ तस्मात् किञ्चित् तद् विवरणमपि अस्ति तस्मात् पठामः अग्रिमसप्ताहे अत्र आम् तत्र भगिनी भवती एव तत्र समापयतु प्रकृतस्थानिवत आदेशौ इत्यनेन कुत्र भगिनि प्रकृतौ भवती एव इदानीं पठितवती किल तस्मात् अनन्तरं प्रकृतौ स्थानिवत् आदेशो अनल्विदौ इति सूत्रेण अथ उपादायाः करपत्रात् अभवत् करपत्रम् एतत् सर्वम् अभवत् खलु किं पठितवती इदानीं मया न तद् न पठितवती तद् एकवारं पठतु प्रकृतौ स्थानिवत् आदेशौ इत्यनेन प्रकृतौ स्थानिवत् आदेश अनल्विदौ इति सूत्रेण अत उपादायाः इत्यनेन विरुद्धिः न भविष्यति नाम अशास्त्रीयकार्यम् अतः अत्र स्थानिवत् स्थानिवदादेशो अनल्विदौ इति सूत्रेण स्थानिवद् भावः न भवति अपि तु सूत्र अन्तरेण अचः परस्मिन् पूर्वविदौ इत्यनेन एतत् स्थानिवदादेशो अनल्विदौ इति सूत्रेण स्थानिवद् न भवति कुत्रचित् अत उपादायः इत्यनेन वृद्धिः न भविष्यति पूर्वम्। एतत् अशास्त्रीयकार्यमस्ति, एतत् सर्वं नायकविषये एव, तत्र नि इति वृद्धिः भवति अचो निति इति सूत्रेण, अनन्तरं एचो एव यावः इत्यनेन नीस्थाने आय् भवति, ईकारस्य स्थाने ये ऐकारस्य स्थाने आय् भवति। एतत् न भवति चेत् इष्टरूपं न भवति एव। अत्र शास्त्रस्य अप्रवृत्तिः भवति, जायते सानिवद् सानिवद् अदादेश अनल्वितौ सूत्रेण अत्र सानिवत् भावः न भवति, भवति चेत् अत्र इष्टरूपमपि न भवति, न भवति चेत् एव अत्र इष्टरूपं नायकः इति भवति। इदानीं गत इत्यस्य कृते एव तत् न, इदानीं वृद्धिविषये एव अत्र भविष्यति खलु। अतः अत उपादायः इति कथ इत्यस्य विषये, प्रकृतौ इति उक्तं किल, प्रकृतौ इति अस्माकं कथयोगः मूलविषयः सत्यम्। अतः तत्र यदा वयम् अशास्त्रीयकार्यम् इत्यस्य कृते तत्र श्राणिवदादेशानल् विधौ इत्यस्य कार्यं न जातम्। इदानीम् अस्माकं प्रश्नः भवति, अशास्त्रीयकार्यम् अस्ति चेत् कस्य सूत्रस्य प्रवृत्तिः इति। अतः एव अस्माकम् अचः पूर्व परस्मिन् पूर्वविधौ इति अस्माकं सहायकरूपेण तद् आगच्छति। तस्य प्रवृत्तिः तु अशास्त्रीय वा शास्त्रीय वा सन्दर्भद्वये अपि तस्य प्रसक्तिः तु अस्ति एव। इदानीं तद् समापनस्य पूर्वं महोदय, तत्र नी तस्मात् पूर्वम् एकः परिच्छेदः अस्ति किल, तद् पठतु, तस्य विवरणं प्रायः अग्रिमसप्ताहे पश्यामः। अस्य यद् किमपि वयं पठितवन्तः तस्य विषये एव, परन्तु किञ्चित् जटिलरूपेण उक्तमस्ति अस्य सर्वस्य तस्मात् पूर्वम्। अस्य सर्वस्य श्रवणानन्तरमपि यदि कोऽपि न मन्यते यत् अशास्त्रीयप्रसङ्गे स्थानिवत् आदेशनल् विधौ इत्यनेन स्थानिवद्भावः न भवेत्, तर्हि एतादृशेषु स्थलेषु अनेनैव सूत्रेण स्थानिवद्भावः स्वीक्रियते चेत् समस्या का इत्यस्य प्रदर्शनार्थं बालमनोरमयाम् अग्रे उच्यते। अन्यथा नायक इत्यत्र ईकारस्थानिकस्य ऐकारस्य आयादेश अनापत्तेः आयादेशः न भवति इति। अस्तु, ईकारे स्थानिनी सति आय अभावस्य दुष्टत्वेन तस्यापि ऐकारे अन्वेषप्रसङ्गात्, अतः परस्मिन् इत्यत्र तु स्थानिनी सति यत् शास्त्रीयं कार्यं प्रसज्यते तस्य तद् अभावस्य च अशास्त्रीय अपि अतिदेश इति भाष्ये स्पष्टम्। अशास्त्रीयप्रसङ्गे आयादेश अनापत्तेः स्थानिवद्भावः मन्यते चेत् समस्या प्रमाणिता। ऐकारे अत्वेषप्रसङ्गात् आयभावस्य दृष्टत्वेन स्थानिवद्भावः न करणीयः, स्थानिवद् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः अशास्त्रीये कार्ये न भवति इति ज्ञेयम्। तदेव मुख्यबिन्दुः, यद् किमपि तत् अन्तिमपङ्क्तौ अस्ति तदेव पूर्णतया उक्तम्। यत् अशास्त्रीयकार्यम् अस्ति चेत् स्थानिवद्भावः न स्वीकर्तव्यं, तादृशप्रसङ्गेषु वयम् अचः परस्मिन् पूर्वविधौ तद् स्वीकृत्य कार्यम्, अस्माकं कृते तु कार्यम् आवश्यकं किल, कथयोगः निश्चित्यत्र तत्र वृद्धिः मा भूत् इत्येव, अतः अहं वयम् अचः परस्मिन् पूर्वविधौ इति सूत्रं स्वीकृत्य तत्र कार्यं साधयामः। तत्र पाणिनि अपि एतत् चिन्तयित्वा एव कृतमस्ति। आम् सत्यं सत्यं, तत्र सूत्रचतुष्टयम् अस्ति महोदय, तत्र वयं पूर्णतया पठामः चेदेव वयम् अवगन्तुं शक्नुमः। प्रथमं स्थानिवदादेशः, तत्र तस्य उदाहरणानि, तदपि अलाश्रित्य अनलाश्रित्य, तद् द्वयमपि कुत्र न भवति इति अपि द्रष्टव्यम्, अनन्तरम् अतः परस्मिन् पूर्वविधौ, अनन्तरं सूत्रद्वयम् अस्ति, द्विर्वचने च तस्मात् पूर्वम् एकं बृहत् सूत्रम् अस्ति, पदान्ते न भवति तादृशं किमपि, पदान्ते भवति इति प्रायः तद् अग्रिमसूत्रं. तद् सूत्रचतुष्टयम् अपि पठामः चेदेव स्थानिवत् आदेशः पूर्णतया वयम् अवगन्तुं शक्नुमः. तत्र स्थानिवत् आदेशः अनल् विदौ इति तद् यदा वयं सर्वदा वदामः तद् बृहत् क्षेत्रं, तस्मात् तत्र अनल् विधिः इति एकः निषेधः, तद् तदपि अचः परस्मिन् पूर्वविधौ इत्यत्र एकं वर्णमाश्रित्य भवति इति तत्र तस्य अपवादः, अपवादः इति वक्तुं शक्यते प्रायः. तद् द्वितीयं तृतीयं क्षम्यतां तृतीयं चतुर्थसूत्रं तद् पठनीयं. स्थानिवत् आदेशः प्रायः अग्रिमसप्ताहे अष्टाध्यायी डाट् काम् मध्ये किञ्चित् पठामः, अनेन प्रायः अवगच्छामि. वयमपि पठनीयं. पूर्वमपि चिन्तितवान् अहम्, अवगतवान् इति इदानीम् एतत् न न सन्दर्भः दृष्ट्वा एव महोदय. सर्वत्र यत्र यत्र आदेशः भवति लोपकार्यमपि तत्र वयं चिन्तनीयं, तत्र स्थानिवत् आदेशः भवति वा न वा. यदा स्थानि अल् विधिः अस्ति चेत् अस्तु, स्थानिवत् आदेश अनल् विधिः अत्र न भवति. इदानीं द्वितीयसूत्रम् अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यम् अत्र अस्ति वा इति तादृशं पूर्णतया अप्लिकेशन् इति वदामः किल, तद् करणीयम्. अनेन एव सूत्रस्य अवगमनं भवेत्. अन्तिमरूपं दृष्ट्वा एव वयम् अहं तु चिन्तितवान् आसीत् एतत् स्थानिवत् भावः अथवा तादृशचिन्तनं. एतत् सर्वम् उदाहरणं दृष्ट्वा एव वक्तुं शक्नोति खलु महोदय? आम् सत्यं सत्यं. वयं रूपं वयं जानीमः, परन्तु तद् बेक्वर्ड् अपि तद् तादृशं रूपं दृष्ट्वा वयं तादृशमपि वक्तुं शक्यते एव. इदानीं वयं पठन्तः एव स्मः किल. आम् तद् तत्र सम्यक् अस्ति महोदय, अष्टाध्यायी डाट् काम् अस्ति, तत्र पायिण्ट्स् रूपेण अस्ति किल, तत्र पश्यतु एकवारम्. अग्रिमसप्ताहे वयं पुनः पठामः. एतानि एते विषयाः न तत्र आसन् तत्र तत्र स्थानिवत् आदेशः वा? हा एतत्तु शास्त्रीयम् अशास्त्रीयं न न तद् प्रायः तत्र अन्तव्याख्यानम् अस्ति किल, तत्र प्रायः भवेत्, तत्र प्रायः आरम्भिकस्तरे एतदेव न, तद् न आवश्यकं किल. सत्यम्. धन्यवादः भगिनि, धन्यवादः. अस्तु अस्तु अस्तु अस्तु.